अस्तु, तर्हि अद्यतनविषयः अस्ति कर्मणि भावे लिङ्गकारे च प्रयोगः अस्ति, नाम कर्मणि भावे प्रयोगः. तर्हि कथां वयं पठितवन्तः गते सप्ताहे, तां कथां पुनः एकवारं पठेम, आरम्भतः अन्तपर्यन्तम् एकवारं. तस्य धारा यदि मनसि भवति तर्हि बहु लाभः अस्ति इति अहं मन्ये. तर्हि सुब्रह्मण्यमहोदय, कृपया आरम्भे पठतु. अस्तु. अस्माभिः साहाय्यं क्रियेत कर्मणि भावे प्रयोगः लिङ्लकारे. एतत् सम्भाषणम् उच्चैः पठत गणेशः. अयि भोः, अत्र सन्ति वा भवन्तः? बहुकालाद् आरभ्य अन्विष्यामि. भवद्भिः अत्र भूयेत इति न ऊहितं मया. नरेशः. अहो गणेश, कदा देहलीम् आगतः भवान्? गणेशः. अद्य प्रातः एव. माला. गणेशः किमर्थम् अस्मान् अन्विष्यति? गीता. मया कथं वा ज्ञायेत? तमेव पृच्छतु. माला. आं महोदय. माला. गणेश, भवान् किमर्थम् अस्मान् अन्विष्टवान्? गणेशः. भवद्भिः ज्ञायेत एव अमितस्य पितुः अपघातः जातः इति. सर्वे. आम्, ह्यः एव तत् ज्ञातं. तदर्थम् एव वयम् अत्र सम्मिलिताः. गणेशः. अत्र सम्मेलनेन किं वा जायेत? अमितस्य पिता दृश्येत चेत् वरं खलु? नरेन्द्रः. तस्य पितुः अपघातः सामान्यः न. वैद्यानाम् अभिप्रायः श्रूयते यत् तस्य पादौ निश्चलौ जातौ स्तः, अतः कदाचित् पादौ कर्त्येयाताम्. अस्तु, समीचीनं. लक्ष्मी भगिनी अग्रे. गणेशः. यदि तस्य पादौ कर्त्येयाताम् तर्हि लोकयानं तेन कथं चाल्येत? नरेशः. तत्तु नैव शक्येत. माला. सर्वकारेण अमितस्य अग्रजा लिपिकापदे नियोज्येत. गीता. चालकपदे कदाचित् अमितः एव नियोजयितुं शक्येत. नरेशः. तदर्थम् अमितस्य अपेक्षितेन वयसा भूयेत खलु? माला. तावता तस्य अम्बया उद्योगः अङ्गीक्रियेत, अथवा तावत्पर्यन्तम् उद्योगः रक्षणीयः इति सर्वकाराय तया प्रार्थनापत्रं दीयेत. गीता. तावत्पर्यन्तम् एतस्य गृहसदस्यैः कष्टानि अपि अनुभूयेरन्. गणेशः. अतः अस्माभिः सहायं क्रियेत चेत्? सर्वे. तत् कथम्? गणेशः. यदि अस्माभिः सम्भूय सायं विशेषवर्गाः सञ्चाल्येरन् तर्हि पञ्चशसहस्ररूप्यकाणि तु प्राप्येरन् एव. आवर्षं वर्गान् सञ्चाल्य अमितस्य मात्रे यदि धनं दीयेत तर्हि निश्चयेन तैः कष्टं न अनुभूयेत. नरेशः. अस्माभिः निश्चयेन एवं कर्तुं शक्येत. गणेशः. अस्तु, इदानीं वयं तस्य पितरं द्रष्टुं गच्छामः किम्? सर्वे निश्चयेन गच्छाम सर्वे चिकित्सालयं गच्छन्ति अस्तु इयं कथा इदानीं स्पष्टा जाता वा अस्मिन् कोऽपि प्रश्नः अस्ति सर्वं वयं परिशीलितवन्तः गते सप्ताहे अत्र किमपि नूतनं न स्यात् किन्तु अस्ति चेत् अवश्यं वक्तव्यमस्ति महोदय एकः प्रश्नः अत्र गणेशः वदति पञ्चदशसहस्ररूप्यकाणि अत्र अहं वदामि स्म स च अहं वदिष्यामि तद्विहाय अन्यत् किमपि अस्ति वा नास्ति न महोदय महोदय अस्तु महोदय पदं भगिनि प्रश्नः अस्ति न एकपदमस्ति पञ्चसहस्र तदस्ति तदस्ति उक्तमेव पुनः वदनस्य का आवश्यकता न अस्तु तर्हि अत्र पञ्चदशसहस्ररूप्यकाणि इति पदं कथं भवति इति कोऽपि वदति वा कस्यचित् मनसि कल्पना अस्ति पञ्चशतः इति 50 रूप्यकाणि इति 50,000 किं वा पञ्चशः 50 अण्ड् सहस्र 1,000 50,000 न तथा नास्ति महोदय अहं च महोदय अहं अखिला भगिनी मम तत्र द्वित्रा इति वदामः खलु महोदय द्वि वा अथवा त्रीणि वा इति यदा द्वे वा त्रीणि वा इति वक्तव्यं चेत् तथा इति चिन्तयामि पञ्च अथवा षड् इति अर्थे इति एव अस्ति समीचीनम् अत्र समासः अस्ति यथा भगिनी उक्तवती इदानीं द्वौ वा त्रयौ वा इत्यस्मिन् अर्थे यत्र संशयः अस्ति नाम स्पष्टं नास्ति मनसि नाम द्वौ जनौ स्तः अथवा त्रयः जनाः सन्ति इत्यस्मिन् अर्थे द्वित्राः जनाः द्वौ वा त्रयः वा इत्यस्मिन् अर्थे द्वित्राः इति समस्तपदमस्ति तत्र अकारान्तं भवति यदि यद्यपि द्वि अपि च त्रि तत्र प्रातिपदिकमस्ति द्वि अपि च त्रि किन्तु यदा अस्ति ध्वनिः तस्य कृपया म्यूट् स्टार् 6 सम्भाषणं यस्य गृहे प्रवर्तमानमस्ति स्टार् 6 नुदतु कृपया तर्हि द्वौ वा त्रयौ वा इत्यस्मिन् अर्थे द्वित्राः जनाः नाम द्वौ जनौ स्तः अपि त्रयः जनाः सन्ति इत्यस्मिन् मनसि संशयः अस्ति शङ्का अस्ति तस्मिन्नेव अर्थे यथा त्रयः वा चत्वारः वा त्रयो वा चत्वारो वा इति त्रिचतुर त्रयः जनाः अथवा चत्वारः जनाः इत्यस्मिन् अर्थे त्रिचतुरजनाः अथवा त्रिचतुराः जनाः अत्र पञ्च वा षट् वा इत्यस्यां शङ्कायां तत्र पुनः यथा प्रत्येकस्मिन् स्थले अकारान्तः भवति द्वि त्रि द्वयोः संयोजनेन द्वित्र अकारान्तः भवति तर्हि द्वित्राः जनाः अथवा द्वित्राणि पुस्तकानि अकारान्तः भवति द्वित्राः बालिकाः इति अकारान्तः भवति सर्वत्र एवमेव त्रिचतुरः त्रिचतुराः जनाः, त्रिचतुराणि पुस्तकानि, त्रिचतुराः बालिकाः. एवं च अत्र प्रक्रियायां काचन प्रक्रिया अस्ति, समस्तप्रक्रियायां, समासप्रक्रियायाम् अत्र पञ्च वा षट् वा पञ्चशः, नाम पञ्चशाः जनाः, पञ्चजनाः अथवा षट् जनाः इत्यस्यां शङ्कायां पञ्चशाः जनाः इति भवति. पञ्च वा षट् वा पञ्चश, अकारान्तं प्रातिपदिकमस्ति पञ्चश, बहुवचने पञ्चशाः. अत्र पुनः समासः कृतः अस्ति, नाम वस्तुतः वयं वक्तुं शक्नुमः स्म पञ्चशाणि सहस्ररूप्यकाणि, पञ्चशाणि सहस्ररूप्यकाणि, पञ्चसहस्ररूप्यकाणि अथवा षट्सहस्ररूप्यकाणि इत्यस्यां शङ्कायां पञ्चशाणि सहस्ररूप्यकाणि. पुनः समासः अस्ति, समासः इति विषयः अग्रिमे पुस्तके आयाति. तत्र यथा उन्नतः बालकः, तत्र एकं पदं कृत्वा उन्नतबालकः, उन्नतः बालकः, उन्नतबालकः इति एकं पदमस्ति तदानीम्. एवमेव अत्र पञ्चशाणि सहस्ररूप्यकाणि, पञ्चशसहस्ररूप्यकाणि, पञ्च वा षड् वा इत्यस्यां शङ्कायां. स्पष्टमस्ति महोदय, धन्यवादः. अस्तु, समीचीनं. तर्हि अग्रे गच्छेम. इदानीं श्रीनिवासमहोदय, अग्रे कृपया. सन्धि किं सन्धिमहोदय? तत्र कर्मधारयसमासः अस्ति, सन्धिः इति न, समासः अस्ति. अग्रे पठिष्यामः. श्रीनिवासमहोदय. महोदय, अस्मिन् सम्भाषणे स्थूलाक्षरैः मुद्रितानि विधिलिङ्गकारस्य कर्मणि भावे च रूपाणि सन्ति. एतानि वाक्यानि सावधानतया परिशीलयत. कर्त्रीप्रयोगः, कर्मणि प्रयोगः. क्षत्रियः युद्धं कुर्यात्, क्षत्रियेण युद्धं क्रियेत. अत्र स्पष्टमस्ति, क्षत्रियः युद्धं कुर्यात्. अत्र युद्धम् इति नपुंसकलिङ्गपदमस्ति. क्षत्रियेण युद्धं क्रियेत, अस्मिन् वाक्ये युद्धं, तत्र क्षत्रियुद्धं कुर्यात् इति युद्धं किं पदमस्ति? का विभक्तिः? कर्मपदं, द्वितीयविभक्ति. द्वितीयवाक्ये, द्वितीयवाक्ये क्षत्रियेण युद्धं क्रियेत, क्षत्रियेण तृतीयविभक्तिः अस्ति. कर्तृपदं युद्धं प्रथमाविभक्तिः अस्ति महोदय. कर्मपदं, कर्मपदं इदानीं यदि बहुवचने कुर्मः तथा क्षत्रियः युद्धानि कुर्यात्, क्षत्रियः युद्धानि कुर्यात् इति चिन्तयतु. इदानीं करोतु. क्षत्रियः युद्धानि कुर्यात्, क्षत्रियेण युद्धाः क्रियेरन्. एकनिमेषः, अत्र युद्धपदस्य लिङ्गं किम्? किमुक्तं? कर्मणि प्रयोगे युद्धपदस्य लिङ्गं नपुंसकलिङ्गं. कस्मिन्नपि प्रयोगे, तत्र प्रयोगस्य सम्बन्धः नास्ति खलु पदस्य लिङ्गं. तत्र युद्धशब्दस्य लिङ्गं किं? नपुंसकलिङ्गं. हा, तर्हि बहुवचने करोतु. क्षत्रियेण युद्धानि क्रियेरन् बहु समीचीनमस्ति. अस्तु अखिला भगिनी अग्रे. पण्डिताः गतासून् अगतासून् च न अनुशोचेयुः. पण्डितैः गतासवः अगतासवः च न अनुशोचेयरन्. अत्र गतासून् इति कीदृशपदमस्ति? गतासून् अगतासून् इति द्वितीया विभक्ति बहुवचनान्तपदम्. तस्य प्रातिपदिकं किम्? गतासुः अगतासुः गुरुः इव इति चिन्तयामि. गतासुः तत्र पदस्य लिङ्गं किमिति? वस्तुतः प्रश्नः समीचीनः नास्ति एकदृष्ट्या इति नाम ज्ञात्वा अहं पृष्टवान्. अत्र असु इति पदं पुल्लिङ्गमस्ति. असु प्राणः इति अस्मिन् अर्थे असुः इति पुल्लिङ्गशब्दः. किन्तु एकवारं यदा गतासुः इति वदामः, इदानीम् अग्रिमे पाठे आयास्यति, अत्र गतासुः इति बहुव्रीहिसमासः अस्ति. यस्य जीवनं गतम् अथवा यस्य असुः गतः सः, तत्र महिलाः सन्ति चेत् इदं पदं स्त्रियां भविष्यति. पुल्लिङ्गे अत्र विशेषणमस्ति, वस्तुतः बहुव्रीहिसमासः सर्वदा विशेषणमस्ति, त्रिषु लिङ्गेषु भवति यथा सङ्गम्. तर्हि गतासुः इति अत्र विशेषणमस्ति, विशेषनिघ्नशब्दः अस्ति. गतासुः यस्य जीवनं गतं सः, अत्र तं यस्य जीवनं गतं अथवा येषां जीवनं गतं तान् इति गतासून् अगतासून् च अनुशोचेयुः. अत्र च तत्र द्वितीयवाक्ये कश्चन दोषः अस्ति. द्वितीयवाक्ये इत्युक्ते कर्मणि प्रयोगे वा महोदय? कर्मणि प्रयोगे. अन्य कोऽपि चिन्तयति वा महोदय? अनुशोचेरन् अत्र द्विवचनस्य क्रियापदं द्विवचने भवति वा? अनुशोच्येताम् अत्र तत्र दृष्ट्या चिन्तनीयमस्ति. अत्र गतासु गतासुः अत्र नाम तत्र अर्थदृष्ट्या द्रष्टव्यमस्ति. अत्र गतासवः इति बहुवचने अस्ति, प्रायः बहुवचने समीचीनमस्ति. यदि समूहरूपेण चिन्तयेम तर्हि गतासवः अगतासवः. म्यूट् करोतु कृपया. पुष्पा भगिनी भवत्याः गृहे अस्ति वा? गतासवः अगतासवः इति तत्र दलरूपेण चिन्तयामश्चेत् तत्र द्विवचने कर्तुं शक्तवन्तः, किन्तु प्रायः बहुवचनं समीचीनमस्ति. अत्र कश्चन प्रश्नः अस्ति, यद् धातुः कः? अत्र धातुः सुच् अस्ति खलु महोदय? अत्र सुच् अस्ति. तत् कारणात् यदि अहं चिन्तयामि अनुसुच्येरन् इति एव अस्ति, तदर्थं धातुः कः इति मया पृष्टमस्ति. अत्र अनुसूचयेरन् न अनुशुच्येरन् इति अस्ति, अनुशुच्येरन् न तु अनुशोच्येरन्. अत्र दोषः अस्ति. अस्तु अग्रे गच्छेम. पद्मा भगिनी अग्रे पठति वा? आं महोदय. सर्वेपि स्वधर्मम् आचरेयुः. आं कर्तरिप्रयोगः कर्मणि प्रयोगः सर्वैः अपि स्वधर्मः आचर्येत. समीचीनमस्ति. अस्तु, एकवारं धर्मशब्दं बहुवचने करोतु उभयत्र. धर्माः सर्वेपि स्वधर्माः स्वधर्मान् आचरेयुः. सर्वैः अपि स्वधर्माः आचर्येताम् आचर्येरन्. अस्तु, सम्यक् सम्यक् सम्यक् अस्ति. अग्रे अन्य कोऽपि अस्ति यस्य नाम मम पार्श्वे नास्ति वा विलम्बतया? सन्ध्या भगिनी अस्ति. अन्य कोऽपि वा? अस्तु, अग्रिमं तर्हि किं सन्ध्या भगिनी पठितुमिच्छति वा? आम्. चत्वारः सैनिकः शत्रून् जयेत्. सैनिकेन शत्रवः जीयेरन्. अस्तु, समीचीनमस्ति. इदानीम् एकवचने करोतु शत्रुः. शत्रुशब्द एकवचने. परन्तु सैनिकेन प्रथमवाक्यम् उभयत्र करोतु. परन्तु शत्रु कर्मपदम् अस्मिन् तत्र अत्र शत्रुशब्दः बहुवचने कृतमस्ति, किन्तु तत्र कल्पनां करोतु इदानीम् एकवचने करोतु. ओ, सैनिकेन शत्रुः कर्तरिप्रयोगे. सैनिकः शत्रुं शत्रुं जयेत्. समीचीनं, शत्रुः शत्रुम् तत्र एकवचने द्वितीयविभक्तौ शत्रुं जयेत्. अस्तु, इदानीं सैनिकेन शत्रुः जीयेरन्. किन्तु जीयेरन् इति बहुवचने अस्ति. त्रीणि एकमेकम् अस्ति खलु, त्रीणि एकमेकं किं कर्मपदम् एकवचने अस्ति चेत् किं भवति? सन्ध्या भगिनि. ओ, क्षम्यतां, म्यूट्. जीयेत वा वाक्यः, वाक्यं वदतु. सैनिकेन शत्रुः जीयेत. समीचीनमस्ति. प्रणम भगिनी अग्रे कृपया. सारथयः रथान् चालयेयुः. सारथयः बहुवचनं, तत्र तृतीयविभक्तिरूपमस्ति. सारथिभिः रथाः चाल्येरन्. अस्तु, समीचीनमस्ति. इदानीं रथशब्दः तत्र द्विवचने करोतु. रथशब्दः द्विवचने. सारथयः रथौ सारथयः रथौ चालयेयुः कर्तरी सारथिभिः रथौ चाल्येयाताम् बहु समीचीनमस्ति. अग्रे पुष्पा भगिनी अग्रे करोति वा? अन्वीट् करोतु. भगिनी भवान् ज्ञानं विन्देत् भवता ज्ञानं विन्देत भवद्भिः ज्ञानानि विन्देरन् भवद्भिः ज्ञानानि विन्देरन् भवान् भवान् ज्ञानानि विन्देयुः. अत्र अस्मिन् वाक्ये दोषः अस्ति किन्तु वदति वा? नाम यत् लिखितमस्ति भवता ज्ञानं विन्द्येत इत्यस्मिन् वाक्ये अहं वदामि वा महोदय? भवान् वदतु कृपया. अत्र धातुः अस्ति विद् महोदय, तत्कारणात् अत्र कर्मणि प्रयोगे विद्येत भवति क्रियापदम्. यत् हि सूत्रमस्ति शेम् उचादीनां, ते तु न जानीयुः किन्तु वयं तु जानीमः. अत्र सूत्रमस्ति शेम् उचादीनां, तत्र चुडादिगणे अस्ति शेम् उचादीनां. तदर्थं कर्तरि प्रयोगे विन्द् भवति, कर्मणि तु विद् एव तिष्ठति. नाम शेति श इति विकर्णप्रत्ययः परः अस्ति चेदेव नुमागमः भवति. अत्र तथा नास्ति, अत्र श विकर्णप्रत्ययः नास्ति इति कृत्वा विद्येत तत्र नकारः नास्ति. अस्तु, समीचीनमस्ति. तर्हि अग्रे लक्ष्मी भगिनी अग्रे. आत्मना आत्मानम् उद्धरेत्. आत्मना आत्मा उद्धीयेत. अत्रापि दोषः अस्ति, न जानामि. अत्र धातुः कः महोदय? उद्धीयेत किं किम् उक्तवान् भवती? पुष्प न किम् उक्तं पुनः? उद्धीयेत न अपर्णा भगिनी वदति वा? धातुः कः? अत्र धातुः धृधातुः. धृधातुः अस्ति चेत् तस्य कर्मणि रूपं किं स्यात्? ऋङादेशः भवति यक् परे, तत्कारणात् ध्रियेत इति रूपं भवितुम् अर्हति. यथा उत् इति उपसर्गः, उत् वदतु, उत् उपसर्गः, उत् ध्रियेत, उद्ध्रियेत. अत्र अहं न जानामि दोषः कः इति. किम् इति अस्ति सम्यक्, यथा क्रीडातुः क्रियेत, धृढातुः ध्रियेत, ऋङादेशः ऋङ्शयग्लिङ्षु इति सूत्रेण. अत्र तावन्तः दोषाः अस्मिन् पुटे इति न जानामि किमर्थं कथं, किन्तु उद्ध्रियेत अस्ति, उद्ध्रियेत नास्ति. उद्ध्रियेत, ओके महोदय. अस्तु अग्रे सुब्रह्मण्यमहोदय अग्रे. अस्तु महोदय. योगी आत्मानं युञ्जीत अत्र धातुः अस्ति युज् महोदय, तत्कारणात् अत्र योगिना आत्मा युज्येत। हा सम्यक् अस्ति। युज् धातुः कस्मिन् धातुगणे अस्ति इति जानाति वा? रुधादिधातुः, रुधादिगणीयधातुः अस्ति। अत्र तु आत्मनेपदि रूपमस्ति महोदय, युञ्जीत। हा उभयपदि धातुः अस्ति, बहु सम्यक्तया उक्तं। रुधादिगणे अस्ति। रुधादिगणे विकरणप्रत्ययः कः? रुधादिगण विकरणप्रत्ययः श्ना अस्ति महोदय। श्नं न न न महोदय, मध्ये आगच्छति, मध्ये आगच्छति। अपर्णभगिनी वदतु। श्नं विकरणप्रत्ययः मिदचुन्त्यात् परः इत्यनेन धातोः अन्तिम अच्वर्णस्य पर्यायाति। हा हा हा, तर्हि अत्र कर्तरिप्रयोगे यकारः अस्ति, पश्यन्तु सर्वे। अत्र युञ्जीत इति अस्ति, युञ्जीत इति तथा भवति रुधादिगणे। युञ्जीत अनन्तरं कर्मप्रयोगे श्नं न भवति इति कृत्वा युज्येत। अत्र आत्मनिपदस्य विदिदिङ्लकारः तथा भवति, यत्र अङ्गमदन्तं नास्ति, युञ्जीत। अस्तु सम्यक् अस्ति। मीना भगिनी अग्रे। योगी आत्मविशुद्धये योगं युञ्ज्यात्। योगिना आत्मविशुद्धये योगः युज्येत। अत्र उभयपदी धातुः अस्ति इति उक्तम्। अत्र युज् धातुः उभयपदी, अत्र परस्मैपदीरूपे रूपमस्ति। युञ्ज्यात्, युञ्जीत, युञ्ज्यात्, द्वयोः अर्थः समानः अस्ति। आत्मनिपदे युञ्जीत, परस्मैपदे युञ्ज्यात्, उभयत्र श्नम्। उभयत्र च रूपं समानं भवति, तत्र कर्मणि युज्येत इति उभयत्र उभयत्र अस्ति। इदानीं अत्र इदानीं बहुवचने करोतु योगशब्दः। योगशब्दः पुल्लिङ्गः, योगी आत्मविशुद्धये योगान् युञ्ज्यात्। योगिना आत्मविशुद्धये योगाः युज्येरन्। हा बहु समीचीनमस्ति, सुन्दरम्। अस्तु अग्रे श्रीनिवासमहोदय अग्रे। महोदय, सर्वः गीतां पठेत्, सर्वेण गीता गीता। अस्तु बहुवचने करोतु गीताशब्दः। आं महोदय, सर्वः गीतान् पठेत्। गीतान् गीतानि, गीतानि महोदय। गीताशब्दस्य लिङ्गं किं? गीता स्त्रीलिङ्गं। तर्हि लता इति वदतु। लता लते कथमस्ति? लता इति शब्दं वदतु। लताः नाम प्रथमभक्तौ द्वितीयभक्तौ च वदतु। लता लतां लते लताः, लतां लते लताः, लताः। सर्वः गीताः पठे, सर्वेण गीताः पठेयुः। कथमस्ति? पठेयुः, पठेयुः, पठेत् परस्मैपदी। अत्र चिन्तयतु, तत्र इदानीं कर्मणि अस्ति, आपणिपदे रूपं भवति। सर्वेण गीताः पठेरन्, पठ्येरन् सम्यक् अस्तु सन्ध्या भगिनी महोदय आम् अत्र सर्वशब्दः एकवचनं वा त्रिषुवचनेषु भवति सर्वशब्दः अत्र सामूहिकरूपेण अस्ति सर्वः जनः सर्वे जनाः तत्र अर्थः समानः एकदृष्ट्या किन्तु सामूहिकरूपेण सर्वः जनाः इति वक्तुं शक्नुमः समीचीनप्रश्नः किन्तु अग्रे सन्ध्या भगिनी अग्रे योगी आत्मानम् आत्मनि पश्येत् योगिना आत्मा आत्मानि दृश्येत् आत्मनि ओ आत्मनि दृश्येत् अस्तु समीचीनमस्ति दृश्येत् किं वदेम योगी आत्मानम् आत्मनि पश्येत् आत्मा एकवचने एव भवति अत्र तर्हि समीचीनमस्ति अग्रे अखिला भगिनी अग्रे भवन्तः सर्वमपि अर्पणभावेन कुर्युः भवद्भिः सर्वमपि अर्पणभावेन क्रियेत अस्तु सम्यक् अग्रे सुब्रह्मण्यमहोदय अग्रे भक्तः भगवति बुद्धिं निवेशयेत् अत्र धातुः अस्ति विश् महोदय भक्तेन भगवति बुद्धिः निविश्येत हा सम्यक् अत्रापि दोषः अस्ति दोषाः अस्तु अग्रे गच्छेम तर्हि अपर्णभगिनी अग्रे आं महोदय सर्वः कामादित्रयं त्यजेत् सर्वेण कामादित्रयं त्यज्येत अत्र कामादित्रयं एकवचनम् अस्ति इति कृत्वा सर्वेण द्विवचने करोतु सर्वः कामादित्रये द्विवचने खलु सर्वः कामादित्रये त्यजेत् सर्वेण कामादित्रये त्यज्येयाताम् समीचीनमस्ति अस्तु लक्ष्मी भगिनी अग्रे कर्तरिप्रयोगः भावे प्रयोगः वयं सुखिनः स्याम अस्माभिः सुखिभिः भूयेत अत्र बहुवचने भवितुमर्हति वा श्याम इति भूयेरन् इति भवितुमर्हति न महोदय भावे प्रयोगे न भवति अस्तु अग्रे अखिला भगिनी अग्रे योगिः मत्परः आसीत् योगी मत्परः आसीत् योगिना मत्परेण आसीत् धातुः कः अस् धातुः महोदय आसीत् महोदय मत्परः अर्थं किम् अर्थः मम कृते समर्पितः मत्परः नाम मम कृते समर्पितः मम परः सर्वदा मम परः भवतु कः वदति पुष्पा कृष्णः अस्तु समीचीनम्. अत्र आस् धातोः बहवः अर्थाः सन्ति. तत्र आस् धातुः तत्र उपविशति, उपवेशने इति अपि अर्थः अस्ति. जीवति इति अपि अर्थः अस्ति. पालनम् इति अर्थः अस्ति, पालनम्. अत्र पालनपोषणयोः तादृश अर्थः अस्ति. योगी मत्परः आसीत, योगिना मत्परेण आसीत इति तादृश अर्थः अस्ति. अस्तु, पद्माभगिनी अग्रे. आं महोदय. साधकः बुद्ध्या शनैः इन्द्रियेभ्यः उपरमेत्. साधकेन बुद्ध्या शनैः इन्द्रियेभ्यः उपरम्येत् उपरम्येत. अत्र धातुः कः कोऽपि वदति वा? रम् धातुः अस्ति. रम् धातुः तत्र लट्लकाररूपं किं भवति? रमते. हा, रमते इति रम् धातुः आत्मनिपदि धातुः अस्ति. तत्र अत्र उपरमेत् इति कथमस्ति? उपररमेत इति भवेत्. उपरम्येरन् न, कर्तरिप्रयोगे उपरमेत् इति यत्र धातुः आत्मनिपदि धातुः अस्ति तर्हि तत्र उपरमेत, उपरमेत यत्र आत्मनिपदि धातुः अस्ति उपरम्येरन् न, सोरि, अपर्णभगिनी, अखिला भगिनी किं वदति भवती? अत्र स्थितिः का? रमति महोदय. महोदय, अहं चिन्तयामि प्रायः उप इति विसर्गः आगच्छति इति कारणात् अत्र परस्मैपति भवति वा उपरमति इति? हा, इति अस्ति. रम् धातुः आत्मनिपदि धातु तु अस्ति, किन्तु यत्र वि उपसर्गः, आ उपसर्गः, परि उपसर्गः, उपर उप उपसर्गः, चत्वारः उपसर्गाः यदा प्राक् भवन्ति तदानीं परस्मैपदि धातुः भवति. उपरमति, उपरमति विधिलिङ्गि उपरमेत्. एकाकी यदा भवति रम् धातुः तत्र आत्मनिपदि धातुः अस्ति. महोदय, पुनः एकवारं वि कानि कान् उपसर्गान्? वि, आ, परि, उप. सर्वदा महोदय? सर्वदा, सर्वदा, सर्वदा परस्मैपदे तथा भवति. यथा जी धातुः, जी धातुः अपि तथा अस्ति. जी धातुः किं पदमस्ति? जी जय जयते, जयते, विजयते, जयते महोदय, विजयते. किं भवति? जयति भवति. वि उपसर्गपूर्व अस्ति चेत् विजयते इति वा? इति स्थितिः अस्ति. जी धातुः परस्मैपदि धातुः अस्ति, जयति, किन्तु वि उपसर्गपूर्वकः अस्ति चेत् आत्मनिपदे अस्ति, विजयति. विपरीतं भवति वा महोदय? विपरीतं. आत्मनेपदि अस्ति चेत् परस्मैपदि, परस्मैपदि अस्ति चेत् आत्मनेपदि. तथा सर्वदा उपसर्गस्य संयोजनेन तथा भवति इति नास्ति. केषाञ्चित् विशिष्टधातूनां तादृशी स्थितिः अस्ति. अस्तु, समीचीनमस्ति. अग्रे गच्छेम. मीना भगिनी अग्रे. महोदय, एकः प्रश्नः अस्ति. पूर्वतन उदाहरणे योगी मत्परः आसीत, योगिन, तत्र धातुः अस् धातुः अत्र आ इति उपसर्गः अस्ति इति अहं चिन्तयामि. न, अस् धातुः इति अस् धातुः इति यदि अस्ति इति रूपेण अपि वयं वक्तुं शक्नुमः. तत्र अस् धातुः वयं अदादिगणे किन्तु अस् धातुः किन्तु परस्मैपदिधातुः अस्ति. आसीत् इति कथम् आसीत् आस् धातु आत्मनिपदिधातुः अस्ति. आस् आसते आसते आसीत् अस् धातुः तत्र प्रथमतया अस् धातोः तादृशरूपं न भवति एव. आ उपसर्गः अस् कस्मात् कथं वा स्यात् अत्र अस् धातोः सर्वेषां लकाराणां साक्षात् न भवति, तत्र भू धात्वादेशः भवति. अस् धातोः सर्वेषां लकाराणां रूपा तत्र विधिलिङ्ग् एव न भवति. अस् धातुः साक्षात् भूधातोः एव अस्ति, भू धात्वादेशः भवति तत्र विधिलिङ्गे. अस्तु तर्हि मीना भगिनी, तत्र आस् धातोः लट्रूपम् आस्ते वा आसुते वा आस्ते अस्ति अस्ति अस्ति अस्ति अस्ति अस्ति तत्र अदादिगणे अस्ति आस्ते आस्ते अस्ति लट्. अग्रे मीना भगिनी. पण्डितः समदर्शी भवेत्, पण्डितेन समदर्शिना भूयेत. अस्तु इति अस्ति सम्यक्. अग्रे सन्ध्या भगिनी अग्रे. कोऽपि पशुचौ नरके न पठेत्, केनापि पशुचौ नरके न पठ्येत. हा अस्तु समीचीनमस्ति. अग्रे अभ्यासः भवति तत्र तदैव कुर्मः. इदानीं वद् धातुः तत्र उद्येत अस्ति एकवचने. श्रीनिवासः महोदय तत्र रूपाणि वदतु. आं महोदय, वद् धातुः वदेत्, उद्येत, उद्येयताम्, उद्येरन्, उद्येताः, उद्येथाः, उद्येयथाम्, उद्येध्वम्, उद्येय, उद्येवहि, उद्येमहि. सम्यक् सम्यक् अस्ति. पुष्पा भगिनी अग्रे नी धातुः करोतु. नीयेता, नीयेयाथां, नीये रन्, नीयेयाः, नीयेथाः, नीयेयाथां, हश्रापि, नीयेध्वं, नीयेया, नीयेवहि, नीयेमहि. हा सम्यक् अस्ति. अस्तु अग्रे सन्ध्या भगिनी अग्रे करोतु. आहु आहूयेत, आहूये, आहूयातां. न न न आहूयेताम्. उपरि उपरि पश्यतु कथमस्ति. आहूयेयाताम्. ओ अधिक ओके. आहूयेरन्, आहूयेथाः, आहूयेयाथाम्, आहूयेध्वम्, आहूयेय, आहूयेवहि, आहूयेमहि. सम्यक्. लक्ष्मी भगिनी अग्रे. अत्र एतानि वाक्यानि कर्मणि परिवर्तयत. भवन्तः श्लोकान् पठेयुः. कर्मणि परिवर्तयामि चेत् भवद्भिः श्लोकाः पठ्येरन्. समीचीनमस्ति. अखिला भगिनी अग्रे. सर्वे परधर्माचरणं त्यजेयुः. सर्वैः परधर्माचरणं त्यज्येत. द्विवचने करोतु. धर्माचरणं परधर्माचरणे त्यज्येयाथाम्. समीचीनमस्ति. इदानीं पद्माभगिनी पद्माभगिनी अग्रे. महोदय, मित्राणि ग्रन्थान् दद्युः. मित्रेण मित्राणि इत्यस्य वचनं किम्? बहुवचनं बहुवचनं नपुंसकलिङ्गं. तर्हि तृतीया मित्राणि मित्रैः मित्रैः ग्रन्थाः ददेरन्. किमस्ति धातुः कः? डी न धातुः. कः धातुः? द. सुब्रह्मण्य महोदय, अत्र धातुः अस्ति डि महोदय, दा अस्ति महोदय धातुः. दा धातुः अस्ति. तत्र सूत्रं किम्? अत्र अहं वदामि वा महोदय? वदतु भवानेव. घूमासा जहाति घूमासापा जहाति सां हलि अस्ति महोदय अत्र कर्मणि रूपे. तत्कारणात् अत्र दा भवति दी दीयते. सहायं करोतु महोदय. अत्र ग्रन्थाः बहुवचनरूपमस्ति, तत्कारणात् दीयेरन् भवति. दीयेरन् अस्ति. मित्रैः ग्रन्थाः दीयेरन् इति अस्ति. अस्तु, अग्रे लक्ष्मीभगिनी अग्रे. भवती सत्त्वगुणं रक्षेत्. भवत्या सत्त्वगुणं रक्ष्येत. सम्यक्. मीना भगिनी अग्रे. महोदय, एकनिमिषः, सत्त्वगुणं तत्तु पुल्लिङ्गशब्दः अस्ति खलु महोदय? सत्यम्. ओके, अहं वदामि महोदय. भवत्या सत्त्वगुणः रक्ष्येत. सम्यक्, धन्यवादः. अग्रे. वयं कीर्तिं विन्देम. अस्माभिः कीर्तिः विदेत. किन्तु कर्मणि अस्ति खलु? विद्येत. अस्माभिः कीर्तिः विद्येत. सम्यक्. अत्र कर्मणि च नकारः नास्ति इति कृत्वा सत्यमेव. अस्तु, अपर्णभगिनी अग्रे. सः धर्मं चरेत्. तेन धर्मः चर्येत. सम्यक् अस्ति. सन्ध्या भगिनी अग्रे. पुरुषाः कर्माणि कुर्युः. पुरुषाभिः. तत्र पुरुष चिन्तयतु किं देवशब्दस्य रूपाणि वदतु. देवेन देवेभ्यः. पुरुषेभ्यः न न तृतीया विभक्तिः आरम्भतः वदतु एकवारं देवः देवो देवः देवो देवाः देवं देवो देवान् देवेन देवाभ्यां देवेभ्यः न विस्मृतवती भवति देवेभ्यः विस्मृतवती श्रीनिवासमहोदय रूपं किम् अस्ति देवैः महोदय आमां देवैः आं पुरुषैः कर्मणि कर्माणि कुर् अत्र धातुः कः मनसि भवेत् धातुः कः कृ तत्र कस्य ऋङ् आदेशः भवति ऋस्थाने रि भवति क्रियेरन् क्रियेरन् अस्तु समीचीनमस्ति अग्रे अखिला भगिनी अग्रे केऽपि कर्मणः फलं न काङ्क्षेयुः कैरपि कर्मणः फलं न काङ्क्ष्येत पुनः वाक्यं वदतु कैरपि कैरपि कर्मणः फलं न काङ्क्ष्येत अस्तु समीचीनं बहु सम्यक् अस्ति काङ्क्षति दातुमस्ति अस्तु अग्रे सुब्रह्मण्यमहोदय अग्रे भवन्तः इन्द्रियाणि निगृह्णेयुः अत्र धातुः अस्ति ग्रहमहोदय भवद्भिः इन्द्रियाणि निगृह्येरन् सत्यम् अत्र उभयत्र सम्प्रसारणं धातुः कः अस्ति ग्रह महोदय ग्रह धातुः अस्ति ग्रह उभयत्र सम्प्रसारणमस्ति सम्यक् अग्रे तर्हि किम् अपर्णपणि राजसत्यागी त्यागफलं न लभेत राजसत्यागेन त्यागफलं न लभ्येत किन्तु कश्चन दोषः अस्ति अत्र राजसत्यागी इत्यस्य प्रातिपदिकं किम् त्यागः यस्य सः त्यागः यस्य अस्य अस्मिन् वा इत्यस्मिन् अर्थे प्रातिपदिकं किम् अखिला भगिनी वदति वा त्यागी राजसत्यागिन् महोदय त्यागिनपदम् इनि प्रत्ययः अस्ति इनि इति प्रत्ययः अस्य अस्मिन् वा यथा मतुप् अस्ति मतुप् इति कथमस्ति यथा यस्य धनमस्ति सः धनवान् इति अस्य अस्मिन् वा इति केचन प्रत्ययाः सन्ति येषाम् अर्थः अस्ति अस्य अस्मिन् वा यस्य धनमस्ति सः धनवान् श्रेयां धनवती इति मतुप् कश्चन मतुप् प्रत्ययः अस्ति प्रातिपदिकमस्ति धनवत् वत् इति सर्वत्र कुत्रचित् मत् भवति यथा बुद्धिमान् बुद्धिमत् बुद्धिमती इति मतुप् अस्य अस्मिन् वा बुद्धिः यस्य बुद्धिः अस्ति सः बुद्धिमान् बुद्धिमती इनि प्रत्ययः अपि तथा अस्ति इनि प्रत्ययः अस्य अस्मिन् वा इत्यस्मिन् अर्थे तत्र गुणेनपि तथा अस्य गुणः अस्ति इति सः गुणी गुणी इति अस्य तृतीया अपर्णभागे निवतु गुणिना अतः अत्र राजसत्यागिना त्यागफलं न लभ्येत सम्यक् सम्यक् अस्ति अग्रे मीना भगिनी अग्रे भवन्तः महोदय अत्र निगृह्येरन् निगृह्येरन् सत्यं निगृह्येत भवन्तः काम्यानां कर्मणां न्यासं संन्यासं जानीयुः भवद्भिः काम्यानां कर्माणां न्यासः संन्यासः ज्ञायेरन् किन्तु बहुवचने किमर्थं भवद्भिः ओ न भवद्भिः ज्ञायेत एव भवद्भिः काम्यानां कर्मणां न्यासः संन्यासः ज्ञायेत अत्र न्यासः संन्यासः इति वस्तुद्वयं नास्ति वा अपोसिशन् मे अस्ति ओ अस्तु अस्तु हा तथा अस्ति वा न्यासः संन्यासः इति ज्ञायेत न्यासः संन्यासः इति विपरीतक्रम विपरीतत्वेन अस्ति वा न न्यासः काम्यानां कर्मणां न्यासः एव संन्यासः इति ज्ञायेत एकवचने स्यात् तर्हि अस्तु महोदय अहं चिन्तयामि तत्र विशेषविशेषणभावः प्रायः खलु तत्र न्यासः संन्यासः किन्तु विशेषणमस्ति किं कस्य विशेषणम् विशेषणविशेषभावः इति न भाति मम अत्र संन्यासः इत्यस्य पदः अर्थः अस्ति इति त्यागः इति अर्थः खलु तादृश संन्यासः संन्यासः इति तादृश अर्थः अस्ति न्यासः तत्र विपरीतत्वेन नास्ति इति मम न्यासः इत्यस्य विश्वासः इति अपि अर्थः अस्ति रक्षणं मम चिन्तनमासीत् यत् द्विवचने भवेत् न्यासः नाम वस्तुद्वयम् अस्ति इति कृत्वा न्यासः संन्यासः न्यासः तत्र अर्थम् अवलम्ब्य निर्णयः भवति वस्तुद्वयमस्ति चेत् तत् विशेषणविशेषभावः नास्ति किन्तु इति भाति मम तत्तु काम्यानां कर्माणां न्यासः न्यासः मम चिन्तनमस्ति न्यासः अर्थं त्यागः इति एकः अर्थः अस्ति काम्यानां कर्माणां न्यासः एव संन्यासः इति एकवचने एव न्यासः संन्यासः अस्तु एकस्मिन्नेव अर्थे इति चेत् एकवचने अस्तु तत्तु विशेषण परन्तु महोदय तत्र न्यासः अर्थं विश्वासः बहवः अर्थाः सन्ति विश्वासः अपि अस्ति नाम तत्र अर्थम् अवलम्ब्य समानार्थकशब्दौ द्वौ अपि इति चेत् एकवचने तत्र न्यासः इति भिन्न अस्ति संन्यासः इति भिन्नः अस्ति इति चेत् द्विवचने अस्ति अर्थमवलम्ब्य अस्ति इति द्रष्टव्यमस्ति नाम कस्मिन् अर्थे अस्ति इति तत्र अहं चिन्तितवती तत्र भव अन्यवाक्यं वदामि महोदय तथैव शैल्यां तत्र भवन्तः दशरथस्य पुत्रः रामः दशरथस्य पुत्रं रामं जानीयुः इति वदामि चेत् तत्र रामः पुत्रः इति विशेषणविशेषभावः आगच्छति खलु तथा नास्ति वा इति मम प्रश्नः आसीत् अत्र पुत्रः रामः इति विशेषणविशेषभावः इति न भाति, किन्तु किं वक्तव्यमस्ति किञ्चित् परिशील्य अनन्तरं वदामि. प्रश्नः समीचीनः अस्ति, इदानीं विस्मृतमस्ति. नाम पुत्रः रामः, मम पुत्रः रामः अत्र अथवा भवन्तः दशरथस्य पुत्रः उन्नतः जानीयुः इति. तत्तु तत्र विशेष तत्र स्पष्टमस्ति, किन्तु पुत्रः इति विशेषणं नास्ति खलु. तस्य किञ्चित् नामकरणमस्ति इति भाति मम. तत्र विशेषणविशेषभावः नास्ति, किन्तु अत्र उधेयविधेयभावः इति मनसि अस्ति. उधेयविधेयभावः यथा मया उक्तं तस्मिन् दिने, अत्र उधेयविधेयभावः न तु विशेषणविशेषभावः. अस्तु अग्रे पुष्पा भगिनी. तत्तु ज्ञायेयातां न इति अत्र विवादास्पदमस्ति. अग्रे अग्रे कोऽपि यज्ञदानतपः कर्म न त्यजेत्, कैपि यज्ञदानतपेन कर्म न त्यज्येत. न पुनः वदतु. ओ त्यजेरन् न त्यजेत त्यजेत को कैपि कैपि कोऽपि कः अपि केनापि यज्ञदानतपेन कर्मं न त्यज्येत. न किं करोति भवती केन केन एक तपेन कर्मं कर्मं त्यज्येत इति समीचीनमस्ति. हा अस्तु कर्माणि न त्यज्येतपः यज्ञदानतपः तु तपेन न अत्र प्रातिपदिकं किं तत्र यज्ञदान तपः इति एव तपः यज्ञदानतप अत्र यज्ञदानतप इति कीदृशं पदमस्ति अत्र, का विभक्तिः अस्ति अत्र? विभक्ति तपः अस्तु अस्तु महोदय सप्तमी तपः तपस् द्वितीया विभक्ति यज्ञदानतपः मनः अत्र तपस्तु प्रातिपदिकं महोदय, परन्तु अत्र यज्ञदानतपः समस्तपदं भूत्वा किं भवति इति अहमपि सम्यक्तया न जानामि. अत्र प्रायः यज्ञदानतपः कस्मिन् अर्थे अस्ति कर्तृपद अत्र कर्तृपदमेव इति मम चिन्तनमस्ति महोदय. इति अहमपि चिन्तयामि स्म. यज्ञदानतपः इति कृत्वा अकारान्तम् अस्ति इदानीं. तपस् इति बहुवारं तथा अस्ति, नाम सकारान्तपदमस्ति प्रातिपदि यदा एकाकी अस्ति, किन्तु अत्र सकारान्तं नास्ति, अकारान्तः भवति प्रातिपदिकं. यज्ञदानतपः कोऽपि यज्ञदानतपः कर्म न त्यज्ये न त्यजेत् हा इति अस्ति. हा पुनः वदतु कृपया पुष्पा भगिनी वदतु. केन अपि यज्ञदानतपेन कर्मं न त्यज्येत हा अस्तु सम्यक् सम्यक् अस्ति इदानीं सम्यक् हा अस्तु अग्रे तर्हि अखिल भगिनी अग्रे इति कर्मणि प्रयोगे द्वितीया विभक्ति किं कर्म इति का विभक्ति कोऽपि यज्ञदानतपः कर्म न त्यजेत् कर्म इति अस्ति प्रातिपदिकं किं लिङ्गं च किं कर्म प्रथमभक्तौ किं द्वितीयभक्तौ किं द्वयोपि कर्म एव अस्तु अखिल भगिनी क्षम्यतां महोदय किं कर्म कर्म कर्म कर्म कर्मं न कर्मं वदति कर्मम् इति उक्तवती वा न श्रुतवान् कर्म इति महोदय अत्र यज्ञदानतपेन इति कथं भवति अत्र कर्तृपदं न भवति इति अहं चिन्तयामि यतोहि कर्म इत्यस्य द्वितीया विभक्ति यज्ञदानतपः इत्यस्य तदेव मम प्रश्नः आसीत् नाम यज्ञदानतपः इति कर्मपदस्य विशेषणम् अस्ति वा अथवा कोऽपि इत्यस्य विशेषणः नाम कर्मणः नाम यज्ञदानतपः नाम यः तपं यः तपः करोति इति यज्ञदानतपः वा अथवा कर्मपदस्य विशेषणम् इति अहं न जानामि यज्ञदानतपः अहं चिन्तयामि कर्मस्य तादृशं कर्म यत् यज्ञः तत्र नकारान्तशब्दः कर्म षष्ठी इति किं षष्ठी तु कर्मणः यज्ञदानतपः इति शब्द अहम् आरम्भे तथा चिन्तयामि स्म यदि यज्ञदानतपः इति कर्मशब्दस्य विशेषणं किन्तु कर्तृपदमस्ति चेत् तृतीयविभक्तो भविष्यति अतः कः कः अर्थः अस्ति इति द्रष्टव्यं द्रष्टव्यमस्ति यज्ञदानतपः इति कः अत्र सुब्रह्मण्यमहोदय वदति स्म यत् अत्र कर्तृपदमस्ति कर्तृपदमस्ति चेत् कोऽपि यज्ञदानतपः केन अपि यज्ञदानतपेन तपेन इति भविष्यति किन्तु यदि कर्मपदस्य विशेषणमस्ति नाम अर्थमवलम्ब्य निर्णयः क्रियते खलु अस्तु इदानीं महत्त्वं नास्ति अत्र ते तादृशशब्दं स्थापितवन्तः अत्र कस्यापि मनसि स्पष्टता नास्ति अग्रे अग्रे अखिल भगिनी अग्रे हा एतानि वाक्यानि भावे परिवर्तयत भवान् तिष्ठेत् भवता स्थीयेत अस्तु समीचीनमस्ति लक्ष्मी भगिनी अग्रे मनः मनः प्रसीदेत् मनसा प्रसीद्येत हा सीद् इति धातुः सीद् सन्तुष्टः भवति इति अर्थः सीद् इति अस्तु अग्रे सुब्रह्मण्यमहोदय तत्तु मनसा प्रसीद्येत मनसा प्रसीद्येत अग्रे जनाः मोदेरन् अत्र धातुः अस्ति मुद् महोदय जनैः मुद्येरन् जनैः किं जनाः जनः जनैः जनः अत्र जनाः तु एकनिमिषं महोदय भावे प्रयोगः अस्ति क्षम्यतां जनैः मुद्येत हा सम्यक् अस्ति मीना भगिनी अग्रे मनः सत्कार्ये रमेत मनसा सत्कार्ये रम्येत सत्यम्. अग्रे पद्माभगिनी अग्रे. पावकः वाक्यं क्षम्यतां. सूर्यः प्रकाशेत. सूर्येण प्रकाशेत. अग्रे सन्ध्या भगिनी. पावकः ज्वलेत्. पावकेन ज्वलयेत. किमस्ति ज्वलयेत? ज्वल इति धातुः अस्ति. ज्वल ज्वल्येत. ज्वल्येत सम्यक् अस्ति. श्रीनिवासमहोदय अग्रे. मित्रम् उपविश्येत. पुत्रेण मित्रेण उपविश्येत. हा उपविश्येत सम्यक् अस्ति. अग्रे अपर्णा भगिनी अग्रे. शरीराणि नश्येयुः. शरीरैः नश्येत. इति अस्ति. लक्ष्मी भगिनी अग्रे. दीपः ज्वलेत्. दीपेन ज्वल्येत. अखिला भगिनी अग्रे. तृष्णा नश्येत. नश्येत् क्षम्यता. तृष्णा नश्येत्. तृष्णया नश्येत. इति अस्ति. सुब्रह्मण्यमहोदय अग्रे. भगवद्गीता विलसेत्. अत्र धातुः अस्ति लस् महोदय. भगवद्गीतया विलस्येत. सत्यं. श्रीनिवासमहोदय अग्रे. आं महोदय. अहम् अधर्मे न रमेय. मया अधर्मे न रमेय महोदय. न किं? न रमेय. न धातुः कः? रं धातुः. रमते. रं रमते. मया अधर्मे न रम्यते. रम्येय. न अत्र भ्रमः किमर्थम्? अत्र अहम् इति उत्तमपुरुष इति उत्तमपुरुषः अस्ति. अहं रमेय. किन्तु इदानीम् एकवारं यदा भावे प्रयोगः अस्ति, अकर्मकधातुः अस्ति रं मया, इदानीं कर्तृपदं नाम इदानीं त्रीणि एकमेकमस्ति खलु. कस्य अनुगुणं भवति धातोः रूपं तिङन्तस्य रूपं? रम्ये. मया त्रीणि एकम् एकम् इति कर्मणि तत्र कस्य अनुगुणं भवति इदानीं तिङन्तरूपं क्रियापदम्? एकं द्वे एकं त्रीणि एकम् एकम् एकं द्वे अत्र भावे नियमः कः? भावे प्रयोगे भावे कर्तृपदं तृतीया विभक्तो भवति. क्रियापद कर्मपदं नास्ति महोदय. क्रियापदम् एकवचने भवति. एकवचने कस्मिन् पुरुषे? प्रथमपुरुषे. तर्हि रं धातुः लक्ष्मीभगिनी साहाय्यं करोतु. रम्येत. अत्र किमपि नास्ति. रं य यक् इति मध्ये एत यथा तत्र पूर्वम् अत्र लिखितमासीत् दृश्येत परस्मिन् पूर्वतने पुटे दृश्यते दृश्येत रम्यते रम्येत रम्येत रं धातुः येत रम्येत किमपि नास्ति. अत्र उत्तमपुरुषः शब्दमस्ति महोदय. उत्तमपुरुषः कुत्र? अत्र अहम् इति तत्र भावे प्रयोगे नित्यं भावे प्रयोगे क्रियापदं नित्यं प्रथमपुरुषे एकवचने नित्यं भावे प्रयोगे अयं नियमः अस्ति क्रियापदं प्रथमपुरुषे एकवचने. अस्तु अग्रे अग्रे अखिला भगिनी अग्रे सूक्तिः. सूक्तिः परां समुपसेवेत न सेव्येत परं परैः. अतः अहं चिन्तयामि तत्र परान् समुपसेवेत इत्युक्ते अन्यान् अन्यान् यः आदरं करोति अन्यान् आदरं करोतु अथवा न सेव्यते परम्परैः. सम्यक्तया न अवगच्छामि महोदय. क्षम्यताम्. अहं तत्र परान् समुपसेवेत सम्यक् ये सेवनं कुर्वन्ति न सेव्येत परैः न सेव्येत परैः परं न सेव्येत परैः अन्यैः परं न सेव्येत. मम तु प्रथमभागम् अवगच्छतु. तत्र परैः न सेव्येत इति कर्मणि रूपम् अस्ति महोदय तत्र. एतादृश अर्थः अस्ति इति अहं मन्ये. अपरेषां सेवां करोतु अपरैः जनैः मम सेवा मा भवतु अहम् अपरेषां सेवां करोमि इति तादृश अर्थः. परान् अन्यान् जनान् अपरेषां सेवां करोतु इति परान् समुपसेवेत न तु सेव्येत परम्परैः परैः सेव्येत. मम सेवा परैः अपरेषां द्वारा मा भवतु इति चिन्तनम्. परम् इति त्यजतु. तदेव किञ्चित् भ्रमः आगतः. मम चिन्तनमस्ति परान् समुपसेवेत एव परं परैः सेव्येत न परम्. समीचीनम् अस्ति. परान् समुपसेवेत परैः सेव्येत एव परैः सेव्येत न परं परान् समुपसेवेत एव परमस्ति. अत्र परम् एतादृशः अर्थः नाम उत्तमं नास्ति इति अर्थः खलु. अत्र परमिति सर्वनामपदं नास्ति उत्तमं नास्ति इति अर्थः. सम्यक् इति कृत्वा इदं तत्र केवलं अग्रे तव्यत् अनियर् अनन्तरं शत्रुशानच् अवशिष्यते. अतीवन्यूनमस्ति किम् अवशिष्यते अस्मिन् पुस्तके. शत्रुशानच् तव्यत् अनियर् इति चत्वारः प्रत्ययाः सन्ति. तावदेव अस्ति इति कृत्वा समाप्यमानमस्ति पुस्तकं. बहु समीचीनमस्ति इदानीं शीघ्रमेव किं कुर्मः, पञ्चसु निमेषेषु इदानीं लक्ष्मीभगिनी अस्ति महोदय, अस्तु वृद्ध धातुः कर्तरिप्रयोगे कर्मणि कर्तरि लिङ् कर्मणि लिङ् वृद्ध धातुः अत्र शुभ धातुः सुब्रह्मण्य महोदय शुभ धातुः कर्तरि कर्मणि यत्र यत्र कर्मकधातुः अस्ति तत्र भावयति, तत्र शङ्खधातुः शङ्खधातुः अपर्णभगिनी शङ्ख, अनन्तरं खिद् धातुः खिद् धातुः मीनाभगिनी, अनन्तरं ऊह धातुः ऊह ऊह धातुः भवति श्रीनिवासमहोदय, लज् धातुः लज् लश्च वस्तुतः लश्च इति अस्ति लश्च धातुः अस्य पुष्पभगिनी, अनन्तरं कम्प धातुः कम्प धातुः पद्माभगिनी, मन् धातुः कः अवशिष्यते, कोऽपि अस्ति अखिला भगिनी मन् धातुः, अन्य कोऽपि अस्ति सन्ध्या सन्ध्याभगिनी सन्ध्याभगिनी करोतु करोतु लभ धातुः लभ, कर्तरि लिङ् कर्मणि लिङ् अथवा भावे लिङ् शीघ्रमेव अहं वदामि वा महोदय, वदतु, मम धातुः अस्ति शुभ, भगवान् शोभेत भगवता शुभ्येत, सम्यक् बहु सम्यक् बहु सम्यक्, अग्रे कस्य अहं वदामि महोदय, किद् धातुः किद्येत् किद्येतां किद्येयुः किद्येः किद्येतं किद्येत, वाक्यं वाक्यं वक्तव्यमस्ति वाक्यं वाक्यं कर्तरि कर्मणि लिङ् अन्य कोऽपि लक्ष्मीभगिनी वदतु, मम धातुः वृद्धधातुः आत्मनेपदि कर्तरिप्रयोगे वर्धते लट्रूपं, वाक्यं वाक्यम् इदानीं स्मयः नास्ति, विधिलिङ् कर्तरि कर्मणि आं महोदय, सस्यं सस्यं वर्धेत, सम्यक् कर्मणि प्रयोगे सस्येन भावे प्रयोगे सस्येन किं वृद्ध्येत, सम्यक् अग्रे पुष्पभगिनी वदतु, अखिला भगिनी वदतु, भवान् मन्येत भवता मन्येत एव महोदय, तत्र भेदः नास्ति किन्तु सम्यक् केवलं भवान् भवति, वदतु बीना भगिनी, रामः ज्वरेण किद्येत रामेण ज्वरेण किद्येत, पुनः कर्तरि किमासीत्, रामः ज्वरेण किद्येत, न किद्येत तत्र आत्मनेपदि धातुः अस्ति खिद्, सोरि रामः ज्वरेण किद्येत रामेण, द्वयोः रूपं समानमेव कर्मणि कर्तरि, तर्हि वाक्यं वदतु, रामः ज्वरेण किद्येत रामेण ज्वरेण किद्येत, सम्यक् बहु सम्यक् अस्ति, अन्यत् का वदति सन्ध्याभगिनी वदति वा, अहं धनं लभ्येय मया धनं लभ्येय, लभ्येयाति तत्र कर्मणि नास्ति, किन्तु अहं धनं लभ्येय सम्यक् लभ्येयाति न लभ्येय अहं धनं लभेय मया धनं लभेय नास्ति न अत्र किं भवति अपर्णभगिनी वदतु किं स्यात् लभेयत अपर्णभगिनी वदतु मया धनं न लभ्येत न इति अस्ति अस्तु लभ्येत मया धनं लभ्येत अहं धनं लभेय अहं धनं लभेय मया धनं लभ्येत अस्तु अन्यस्य श्रीनिवास मम धातुः अस्ति शङ्क् धातुः महोदय अत्र एतद् धातुः कस्मिन् गणे अस्ति इति किञ्चित् भ्रमः अस्ति शङ्क् शङ्कते इति रूपं वा लटि शङ्कते इति रूपम् अस्ति भवान् धर्मविषये न शङ्केत् इति अस्ति आत्मनिपदि धातुः अस्ति भवान् धर्मविषये न शङ्केत भवतः धर्मविषये अत्रापि न शङ्क्येत भवतः भवान् भवता धर्मविषये न शङ्क्येत समीचीनमस्ति अग्रे महोदय मम धातु लस् धातु अस्ति महोदय लश्च लज्जते इति लज्जते इति लज्जते बालिका लज्जते विदिलिङ्ग् विदिलिङ्ग् लज्जेत् बालिका लज्जेत् आत्मनेपदी धातु अस्ति लज्जते आत्मनिपदी एतत् सर्वं वयं पठितवन्तः विस्तृतरूप एतादृशदोषः न स्यात् इदानीं लज्जेत महोदय लज्जेत हा लज्जेत भावे बालिकया लज्जेत बालिकया लज्जेत लज्येत इति उक्तं वा लज्येत अस्तु अन्यस्य कस्यचित् अस्ति वा समाप्तं वा हा महोदय पद्मा हा वदतु पत्राणि मम पदमस्ति कम्प् पत्राणि कम्पेरन् पत्रैः कम्प्यते कम्प्येत अस्तु सर्वे उक्तवन्तः वा अस्तु बहु समीचीनमस्ति सन्तोषजनकं किन्तु नास्ति एतत् सर्वम् एतादृशदोषाः तत्र पाठः समाप्तः अस्ति किञ्चित् तादृश अभ्यासः भवतु अग्रिमे सप्ताहे अपि अतः किञ्चित् अभ्यासं कुर्वन्तु अस्मिन् विषये यः कोऽपि धातुः भवतु तस्य कर्तरि कर्मणि तत्र धातुः परस्मैपदी अथवा आत्मैपदी एतत् सर्वं स्वीकृत्य किञ्चित् अभ्यासं कुर्वन्तु गृहे अनन्तरम् अग्रिमे सप्ताहे किञ्चित् ततः अग्रे कुर्मः अनन्तरमेव तव्यत् अनियर् इति प्रत्ययः भवतु नाम अग्रिमे सप्ताहे तत् सर्वं भविष्यति अस्तु सर्वेषां धन्यवादः नमस्कारः तर्हि नमस्कारः